पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 31 नारद उवाच ततो हृष्टमनासोऽध दूतं पप्रच्छ तं पथि सं देहं हृदि कृत्वादु विस्मयं परमं गदः विचारयन् हृदि स्वर्गः कस्य हेदो फलं मम विकुण्डल उवाच हे दूतवर पृच्छामि संशयं त्वामहं परम् आवां जादौ कुले तुल्ये तुल्यं कर्म तथा कृतं दुर्मृत्युरपि तुल्यो भूतुल्यो दृष्टो यमस्तथा कथं स नरके क्षिप्तस्तुल्यकर्मा ममाग्रजः ममाभवत्कथं नागमिति मे चिन्ति संशयं देवदूतन पश्यामि मम स्वर्गस्य कारणं देवदूत उवाच मातापिता सुदो जाया स्वसा भ्राता विकुण्डला जन्महेदोरियं संज्ञा जन्धो कर्मोपभुक्तये एकस्मिन् पादपे यद्वच्छकुनानां समागमः यद्यत्समीहितं कर्म कुरुते पूर्वभावितः तस्य तस्य फलं भुङ्क्ते कर्मणः पुरुषः सदा सत्यं वदामि ते प्रीत्या नरैः कर्म शुभाशुभम् स्वकृतं पूज्यते वैश्य काले काले पुनः पुनः एकः करोति कर्माणि एकस्तत्फलमश्नुते अन्यो न लिप्यते वैश्य कर्मणान्यस्य कुत्रचित् अपतन्नरके पापैस्तव भ्राता सुदारुणैः त्वं च धर्मेण धर्मज्ञस्वर्गं प्राप्नोषि शाश्वतं विकुण्डल उवाच आ बाल्यान्मम पापेषु न पुण्येषु रतं मनः अस्मिन् जन्मनि हेदूत दुष्कृतं हि कृतं मया देवदूत न जानामि सुकृतं कर्म चात्मनः यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद देवदूत उवाच शृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितं जानामि तदहं सर्वं न त्वं वेत्सि सुनिश्चितम् हरिमित्रसुदो विप्रसुमित्रो वेदपारकः आसीत् तस्याश्रमः पुण्यो यमुना दक्षिणे तटे तेन सख्यं वने तस्मिं स्तव जातं विशाम्बर तत्सङ्गेन त्वया स्नादं माख मा सद्वयं तथा कालिन्दी पुण्यपानीये सर्वपापहरे वरे तत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशाम्पदे द्वितीयमाखपुण्येन प्राप्तस्वर्गस्त्वया नख त्वं तत्पुण्यप्रभावेण मोदस्व सततं दिवि नरकेषु तव भ्राता महतीं पापयातनां छिद्यमानोऽसि पत्रैश्च भिद्यमानस्तु मुद्गरैः चूर्ण्यमानशिलापृष्ठे तप्ताङ्गारेषु भर्जितः इति दूतवच श्रुत्वा भ्रातृदुःखेन दुःखितः पुलकाङ्कित सर्वाङ्गो दीनोऽसौ विनयान्विदः उवाच तं देवदूतं मधुरं निपुणं वचः मैत्री सप्तपदी साधो सदां भवति सत्फला मित्रभावं विचिन्त्य त्वं मामुपाकर्तुमर्हसि ततो हि श्रोतुमिच्छामि सर्वज्ञस्त्वं मदो मम यमलोकं न पश्यन्ति कर्मणा केन मानवाः गच्छन्ति निरयं येन तन्मे त्वं कृपया वद देवदूत उवाच सम्यक् पृष्ठं त्वया वैश्य नष्ट पापोऽसि साम्प्रतं विशुद्धे हृदये पुंसां बुद्धिश्रेयसि जायते यद्यप्यवसरो नास्ति मम सेवापरस्य वै तथापि च तव स्नेहात् प्रवक्ष्यामि यथा मदी कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा परपीडां न कुर्वन्ति न ते यान्ति यमालयम् न वेदैर्न च दानैश्च न तपोभिर्न चाध्वरैः कथञ्चित् स्वर्गतिं यान्ति पुरुषा प्राणिहिंसकाः अहिंसा परमो धर्मो ह्यहिंसैव परं तपः अहिंसा परमं दानमित्याहुर्मुनयः सदा मशकान् सरी सृपान् दंशान्यूकाद्यान् मानवांस्तथा आत्मौपम्येन पश्यन्ति मानवा ये दयालवः तप्ताङ्कारमयस्कीलं मादं प्रेततरङ्गिणीं दुर्गतिं नैव गच्छन्ति कृतां तस्य च ते नराः भूतानि येत्र हिंसन्ति जलस्थलचराणि च जीवनार्थं च देयान्ति कालसूत्रं च दुर्गतिं स्वमांसभोजनास्तत्र पूयशोनिदपायिनः मज्जं तश्च वसापङ्गे दष्टाक्कीडैरथो मुखैः परस्परं च खादन्तोध्वान्ते चान्योन्यखादिनः वसन्ति कल्पानेकांस्ते रुदं तो दारुणं रवं कृमियोनिशतं गत्वा स्थावराश्विच्छिरं तु ते तदोच्छन्ति ते क्रूरास्तिर्यग्योनिशतेषु च पश्चाद्भवन्ति जातान्धाः काणाकुब्जाश्च पङ्गवः दरिद्राश्चाङ्गहीनाश्च मानुषाः प्राणिहिंसकाः तस्माद्वैश्यपरत्रेह कर्मणा मनसा गिरा लोकद्वय सुखप्रेप्सुर्धर्मज्ञो न तदाचरेद लोकद्वयेन विन्दन्ति सुखानि प्राणिहिंसकाः येन हिंसन्ति भूतानि न ते बिभ्यति कुत्रचिद् प्रविशन्ति यथा नद्यः समुद्रमृजुवक्रगाः सर्वे धर्मा अहिंसायां प्रविशन्ति तथा दृढं सस्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः अभयं येन भूतेभ्यो दत्तमत्र विशाम्बर ये नियोगांश्च शास्त्रोक्तान् धर्माधर्म विमिश्रितान् पालयन्तीह ये वैश्य नदे यान्ति यमालयं ब्रह्मचारी गृहस्थश्च वानप्रस्थो यदिस्तथा स्वधर्मनिरता सर्वे नाकपृष्ठे वसन्ति ते यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताः नरा जितेन्द्रिया यान्ति ब्रह्मलोकं तु शाश्वतम् इष्टापूर्तरता ये च पञ्च यज्ञरताश्च ये दयान्विताश्च ये नित्यं नेक्षं ते यमालयम् इन्द्रियार्थनिवृत्ता ये समर्था वेदवादिनः अग्निपूजारदा नित्यं ते विप्राः स्वर्गगामिनः अदीनवदनाशूराः शत्रुभिः परिवेष्टिताः आहवेषु विपन्ना ये तेषां मार्गो दिवाकरः अनाथस्त्रीद्विजार्थे च शरणागतपालने प्राणां त्यजन्ति ये वैश्य न च्यवन्ति दिवस्तु ते पङ्ग्वन्थ बालवृद्धांश्च रोग्यनाथदरिद्रितान् ये पुष्णन्ति सदा वैश्य ते मोदन्ति सदा दिवि गां दृष्ट्वा पङ्गनिर्मग्नां रोगमग्नं द्विजं तथा उद्धरन्ति नराये च तेषां लोकोश्वमेधिनां गोग्रासं ये प्रयच्छन्ति ये शुश्रूषन्ति गाः सदा येनारोहन्ति गोपृष्ठे ते स्वर्लोकनिवासिनः गर्तमात्रं तु ये चक्रोर्यत्र गौरतृषा भवेद यमलोकमदृष्ट्वैव ते यान्ति स्वर्गतिं नराः अग्निपूजा देवपूजा गुरुपूजा रताश्च ये द्विजपूजा रता नित्यं ते विप्राः स्वर्गगामिनः वापीकूपतडागादौ धर्मस्यान्तो न विद्यते पिबन्ति स्वेच्छया यत्र जलस्थलचरास्तदा नित्यं दानपरस्तोत्र कथ्यते विबुधैरपि यथा यथा च पानीयं पिबन्ति प्राणिनो भृशं तथा तथा क्षयस्वर्गो धर्मबुद्ध्या विशाम्बर प्राणिनां जीवनं वारिप्राणा वारिणि संस्थिताः नित्यस्नानेन पूयन्ते येऽपि पातकिनो नराः प्रातस्नानं हरेद्वैश्य ब्राह्माभ्यन्तरजं मलं प्रातस्नानेन निष्पापो नरो न निरयं व्रजेद स्नानं विना दु यो भुङ्क्ते मलाशीस सदा नरः अस्नायी यो नरस्तस्य विमुखा पितृदेवताः स्नानहीनो नरः पापस्नानहीनो नरो शुचिः अस्नायी नरकं भुङ्क्ते पुंस्कीडादिषु जायते ये पुनः स्रोतसि स्नानमाचरन्तीह पर्वणि तेनैव नरकं यान्ति न जायन्ते कुयोनिषु दुःस्वप्ना दुष्टचिन्ताश्च वन्ध्या भवन्ति सर्वदा प्रादस्नानेन शुद्धानां पुरुषाणां विशाम्वर तिलांश्च तिलपात्रांश्च तिलप्रस्थं यथाविधि दत्त्वा प्रेतपतेर्भूमौ न व्रजन्ति नरा क्वचिद् पृथिवीं काञ्चनं गां च दत्त्वा दानानि षोडश गत्वा न विनिवरुदं ते स्वर्गलोकाद्विकुण्डला पुण्यासु तिथिषु प्राज्ञो व्यदीपादे च सङ्क्रमे स्नात्वा दत्त्वा च यत्किञ्चिन्नैव मज्जति दुर्गदौ नैवा क्रामं दि दादारो दारुणं रौरवं पथम् इहलोकेन जायन्ते कुले धनविवर्जिते सत्यवादी सदा मौनी प्रियवादी च यो नरः अक्रोधनसमाचारो नादिवाद्यनसूयकः सदा दाक्षिण्यसम्पन्नः सदा भूतदयान्विदः गोप्ता च परमर्माणां वक्ता परगुणस्य च परस्वं तृणमात्रं च मनसापि न यो हरेद न पश्यन्ति विशां श्रेष्ठह्येदे नरकयादनम् परापवादी पाखण्डः पापेभ्योऽपि मदोऽधिकः पच्यते नरके तावद् यावदाभूदसम्प्लवम् वक्तापरुषवाक्यानां मन्तव्यो नरकागदः सन्देहो न विशां श्रेष्ठ पुनर्याति च दुर्गतिं न तीर्थैर्न तपोभिश्च कृद्धग्नस्यास्ति निष्कृतिः सहते यातनां घोरां स नरो नरके चिरं पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः जितेन्द्रियो जिदाहारो न सयादि यमालयं न तीर्थे पादकं कुर्यान्न च तीर्थोपजीवनं तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः दुर्जरं पादकं तीर्थे दुर्जरश्च प्रतिग्रहः तीर्थे च दुर्जरं सर्वमेतत् किन्नरकं व्रजेद सगृद्गङ्गाम्भसि स्नातः पूदो गाङ्गेयवारिणा न नरो नरकं यादि अपि पादकराशिकृत व्रतदानतपोयज्ञाः पवित्राणीतराणि च गङ्गाम्बिन्द्वभिषिक्तस्य न समा इति न श्रुतम् अन्यतीर्थसमां गङ्गां यो ब्रवीदि नराधमः स यादि नरकं वैश्यदारुणं रौरवं महद धर्मद्रवं ह्यपाम्बीजं वैकुण्ठचरणच्युतं धृतं मूर्ध्नि महेशेन यद्गाङ्गममलं जलं तद्ब्रह्मैव न सन्देहो निर्गुणं प्रकृतेः परं तेन किं समदां गच्छेदपि ब्रह्माण्डगोचरे गङ्गा गङ्गेदि यो ब्रूयाद्योजनानां शतैरपि नरो न नरकं यादि किं तया तदृशं भवेद नान्येन दह्यते सद्यक्रिया नरकदायिनी गङ्गाम्भसि प्रयत्नेन स्नातव्यं तेन मानवैः प्रतिगृहनिवृत्तो यः प्रतिग्रहक्षमोऽपि सन् सद्विजोद्योतदेवैश्य तारारूपश्चिरं दिवि गामुद्धरन्ति ये पङ्गाद्ये रक्षन्ति जरोहिणः म्रियन्ते गो गृहे ये च तेषां नभसि तारकाः यमलोकं न पश्यन्ति प्राणायामपरायणाः अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः दिवसे दिवसे वैश्यप्राणायामास्तु षोडश अपि ब्रह्महणं साक्षात् पुनन्त्यहरः कृताः तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये गोसहस्रप्रधानं च प्राणायामस्तु तत्समः अबिन्दुं यः कुशाग्रेण मासे मासे नरः पिबेद संवत्सरशतं साग्रं प्राणायामस्तु तत्समः पातकं तु महद्यच्च तथा क्षुद्रोपपादकं प्राणायामैः क्षणात् सर्वं भस्मसात् कुरुते नरः मातृवत्परदारान्ये मन्यन्ते वै नरोत्तमाः न ते यान्ति नरश्रेष्ठ कदाचिद्यमयादनां मनसापि परेषां ह्यः कलत्राणि न सेवते सह लोकद्वयेनास्ति तेन वैश्या धरा धृता तस्माद्धर्मान्वितैत्याज्यं परदारोपसेवनं नयन्ति परदारास्तु नरकानेकविंशतिम् लोभो न जायते येषां परदारेषु मानसे ते यान्ति देवलोकं तु न यमं वैश्यसत्तम शश्वत्क्रोधनिदानेषु यक्रोधेन न जीयते जितस्वर्गसमन्तव्यः पुरुषो क्रोधनो भुवि मातरं पितरं पुत्र आराधयति देववद अप्राप्ते वार्धके काले नयाति च यमालयम् पितुश्चाधिकभावेन येऽर्चयन्ति गुरुं नराः भवन्त्यधिधयो लोके ब्रह्मणस्ते विशाम्बर इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणाद शीलभङ्गे च नारीणां यमलोकः सुदारुणः शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसङ्गविवर्जनाद शीलेन हि परस्वर्गस्त्रीणां वैश्यनसंशयः शूद्रस्य पाकयज्ञेन निषिद्धाचरणेन च दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः विचारयन्ति ये शास्त्रं वेदाभ्यासरताश्च ये पुराणं संहितां ये च श्रावयन्ति पठन्ति च व्याकुर्वन्ति स्मृतिर्ये च ये धर्मप्रतिबोधकाः वेदां तेषु निषण्णा ये तैरियं जगदीधृता तत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम् अपि वेदास्तमर्चन्ति भवबन्धविदारणम् श्रूयतामद्भुतं ह्येदद्रहस्यं वैश्यसत्तम सम्मदं धर्मराजस्य सर्वलोकामृतप्रदं नयमं यमलोकं च न भूतान् कोरदर्शनान् पश्यन्ति वैष्णवानूनं सत्यं सत्यं मयोदितम् प्राहास्मान् यमुनाभ्राता सदैव हि पुनः पुनः भवद्भिर्वैष्णवास्त्याज्या न ते स्युर्मम गोचराः स्मरन्ति ये सकृद्भूताः प्रसङ्गेनापि केशवं ते विध्वस्ता किला खौखा यान्ति विष्णोः परं पदं दुराचारो दुष्कृतोऽपि सदाचाररतो प्रियः भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः वैष्णवो यद्गृहे भुङ्क्ते येषां वैष्णवसङ्गतिः तेऽपि वः परिवार्याः स्युस्तत्सङ्गहतकिल्बिषाः इत्थं वैश्यानुशास्त्यस्मान् देवो दण्डधरः सदा ततो नो वैष्णवायान्ति राजधानीं यमस्य दु विष्णुभक्तिं विना नृणां पापिष्ठानां विशाम्बर उपायो नास्ति नास्त्यन्यः संतर्तुं नरकां बुद्धिं स्वपाकमपि नेक्षेद लोकेष्ठं वैश्यवैष्णवं वैष्णवो वर्णबाह्योऽपि पुनादिभुवनत्रयम् एतावदालमखनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नां विकृष्य पुत्रमखवान्यदजामिलोऽपि नारायणेदिम्रियमाण इयाय मुक्तिं नरके तु चिरं मग्नाः पूर्वे ये च कुलद्वये तदैव यान्ति ते स्वर्गं यदार्चन्ति मुदाहरिं विष्णुभक्तस्य ये दासा वैष्णवान्न भुजश्च ये ते दुःक्रदुभुजां वैश्य गतिं यान्ति निराकुलाः प्रार्थार्यद्वैष्णवस्यान्नं प्रयत्नेन विचक्षणः सर्वपापविशुद्ध्यर्थं तदभावे जलं पिबेद गोविन्देदि जपन्मन्त्रं कुत्र चिन्म्रियते यदि स नरो न यमं पश्येत् तं च नेक्षामहे वयम् सां गं समुद्रं सध्यानं सऋषिच्छन्ददैवतं दीक्षया विधिवन्मन्त्रं जपेद्वै द्वादशाक्षरम् अष्टाक्षरं च मन्त्रेशं ये जपन्ति नरोत्तमाः तान् दृष्ट्वा ब्रह्मः शुद्ध्यद्भ्राजते विष्णुवत् स्वयम् शङ्खिनश्चक्रिणो भूत्वा ब्रह्माभ्यन्तरगामिनः वसन्ति वैष्णवे लोके विष्णुरूपेण ते नराः हृदि सूर्ये जले वाधप्रथिमा स्तण्डिलेऽपि च समभ्यर्च्य हरिं यान्ति नरास्तद्वैष्णवं पदम् अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः शालग्रामे मणौ चक्रे वज्रकीडविनिर्मिते अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनं सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम् यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे राजसूयसहस्रेण तेनेष्ठं प्रतिवासरे सदामनन्दि वेदान्ता ब्रह्मनिर्वाणमच्युतं तत्प्रसादो भवेन्नृणां शालग्रामशिलार्चनाद महाकाष्ठस्थितो वह्निर्मखस्थाने प्रकाश्यते यथा तथा हरिर्व्यापी शालग्रामे प्रकाश्यते अपि पापसमाचाराः कर्मण्यनधिकारिणः शालग्रामार्चका वैश्य नैव यान्ति यमालयम् न तथा रमदे लक्ष्म्यां न तथा स्वपुरे हरिः शालग्रामशिलाचक्रे यथा स रमदे सदा अग्निहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे शिलाद्वादश भो वैश्य शालग्रामशिलोद्भवाः विधिवत्पूजिता येन तस्य पुण्यं वदामि ते कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः यस्याद्वादशकालेषु दिनेनैकेन तद्भवेद् यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम् उषित्वा स हरेर्लोके चक्रवर्तीह जायते कामैः क्रोधैः प्रलोभैश्च व्याप्तो यत्र नराधमः सोऽपि यादि हरेर्लोकं शालग्रामशिलार्चनाद यः पूजयेच्च गोविन्दं शालग्रामे मुदा नरः आभूदसंप्लवं यावन्न सप्रच्यवदे दिवः विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मदिं मुक्तिं यान्ति नरा वैश्यशालग्रामशिलार्चनाद नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिदाम् न यादि वैश्यपापोऽपि शालग्रामशिलार्चकः दीक्षाविधानमन्त्रज्ञो यश्चक्रे बलिमाहरेद गङ्गागोदावरीरेवा नद्यो मुक्तिप्रदाश्च याः निवसन्ति हि दाः सर्वाः शालग्रामशिलाजले नैवेद्यैर्विविधैः पुष्पैर्धूपदीपैर्विलेपनैः गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनं कुरु ते मानवो यस्तु कलौ भक्तिपरायणः कल्पकोटिसहस्राणि रमदे सन्निधौ हरेः लिङ्गैस्तु कोटिभिर्दृष्टैर्यद्फलं पूजितैस्तु तैः शालग्रामशिलायास्तु ह्येकेनाह्नाहि तद्फलं सहृदभ्यर्चिते लिङ्गे शालग्रामशिलोद्भवे मुक्तिं प्रयान्ति मनुजा नूनम् साङ्ख्येन वर्जिताः शालग्रामशिलारूपी यत्र तिष्ठति केशवः तत्र देवासुरा यक्षा भुवनानि चतुर्दश शालग्रामशिलायां तु यश्राद्धं कुरुते नरः पितरस्तस्य तिष्ठन्ति तृप्ता कल्पशतं दिवि ये पिबन्ति नरा नित्यं शालग्रामशिलाञ्जलं पञ्चगव्यसहस्रैस्तु सेविधैः किं प्रयोजनं कोटितीर्थसहस्रैस्तु सेविधैः किं प्रयोजनं तोयं यदि पिबेत्पुण्यं शालग्रामशिलाङ्गजं शालग्रामशिला यत्र तत्तीर्थं योजनत्रयम् तत्र दानं च होमं च सर्वं कोटिगुणं भवेद् शालग्रामशिलातोऽयं यः पिबेत् बिन्दुना समम् मातृस्तन्यं पुनर्नैव स पिबेद्विष्णुभाङ्नरः शालग्रामसमीपे दुक्रोशमात्रं समं तदः कीडकोऽपि मृतो यादि वैकुण्ठं भवनं परं शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमं भूचक्रं तेन दत्तं स्यात् सशैलवनकाननं शालग्रामशिलाया यो मूल्यमुत्पादयेन्नरः विक्रेता चानुमन्दा यः परीक्षासु च मोददे ते सर्वे नरकं यान्ति यावदा भूतसम्प्लवं तदस्सं वर्जयेद्वैश्य चक्रस्य क्रयविक्रयं बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा स्मरणं वासुदेवस्य सर्वपापहरं हरेः तपस्तप्त्वा नरोघोरमरण्ये नियतेन्द्रियः यद्फलं समवाप्नोति तन्नत्वा गरुडध्वजं कृत्वापि बहुशः पापं नरो मोहसमन्वितः नयादि नरकं गत्वा सर्वपापहरं हरिं पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनाद् देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः न तेषां यमसालोक्यं न देस्युर्नरकौकसः वैष्णवः पुरुषो वैश्य शिवनिन्दां करोति यः न विन्देद्वैष्णवं लोकं स यादि नरकं महद उपोष्यैकादशीमेकां प्रसङ्गेनापि मानवः न यादि यादनां यामीमिति लोमशतश्रुतं नेदृशं पावनं किञ्चित् त्रिषु लोकेषु विद्यते उभयं पद्मनाभस्य दिनं पादकनाशनं तावत् पापानि देहेऽस्मिन्वसन्दीह विशाम्बर यावन्नोपवस्येज्जन्तुः पद्मनाभदिनं शुभम् अश्वमेधसहस्राणि राजसूयशतानि च एकादश्युपवासस्य कलां नार्हन्ति षोडशीं एकादशेन्द्रियैः पापं यत्कृतं वैश्यमानवैः एकादश्युपवासेन तत्सर्वं विलयं व्रजेत एकादशी समं किञ्चित् पुण्यं लोकेन विद्यते व्याजेनापि कृतायैस्तु वशं यान्दिनभास्करेः स्वर्गमोक्षप्रदाह्येषा शरीरारोग्यदायिनी सुकलत्रप्रदाह्येषा जीवत्पुत्रप्रदायिनी न गङ्गा न गया वैश्य न काशी न च पुष्करम् न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिने न तु यमुना चन्द्रभागान तुल्या हरिदिने न तु अनायासेन येनात्र प्राप्यते वैष्णवं पदं रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिने दश वै पैतृके पक्षे मातृके दशपूर्वजाः प्रियाया दश ये वैश्य तानुद्धरति निश्चितं द्वद्वसङ्गपरित्यक्ता नागारिकृतकेतनाः स्रग्विह्णः पीतवसनाः प्रयान्ति हरिमन्दिरम् बालत्वे यौवने वापि वार्धके वा विशाम्बर उपोष्यैकादशीं नूनं नैधि पापोदिदुर्गतिम् उपोष्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनं दत्त्वा हेमतिलाङ्गाश्च स्वर्गं यान्तीह मानवाः तीर्थे स्नान्दिन ये वैश्य न दत्तं काञ्चनं च यैः नैव तप्तं तपः किञ्चित् ते स्युः सर्वत्र दुःखिताः सङ्क्षिप्य कथितं धर्मं नरकस्य निरूपणम् अद्रोहः सर्वभूतेषु वाङ्मनकायकर्मभिः इन्द्रियाणां निरोधश्च दानं च हरिसेवनं वर्णाश्रमक्रियाणां च पालनं विधितः सदा स्वर्गार्थी सर्वदा वैश्य तपोदानं न कीर्तयेद् यथाशक्ति तथा दद्यादात्मनो हितकाम्यया उपानद्वस्त्रमन्नानि पत्रमूलं फलं जलम् अवन्ध्यं दिवसं कार्यं दरिद्रेणापि वैश्यक इह लोके परे चैव न दत्तं नोपतिष्ठते दातारो नैव पश्यन्ति तां तां वै यमयादनां दीर्घायुषो धनाढ्याश्च भवन्तीह पुनः पुनः किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम् आरोहन्ति दिवं धर्मे नराः सर्वत्र सर्वदा तेन बालत्वमारभ्य कर्तव्यो धर्मसङ्ग्रहः इति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि विकुण्डल उवाच श्रुत्वा त्वद्वचनं सौम्यप्रसन्नं चित्तमेव मे गङ्गोदं पापकं सद्यः पापहारि सतां वचः उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सदाम् शीतां शुक्रियदेकेन शीतलो मृदमण्डलः देवदूत ततो ब्रूहि कारुण्यान् मम पृच्छदः नरकान् निष्कृति सद्यो भ्रातुर्मे जायते कथम् इति तस्य वच श्रुत्वा देवदूतो जगादः ध्यानं दृष्ट्वा क्षणं ध्यात्वा तन्मैत्री रज्जुबन्धनः यत्ते वैश्याष्टमे पुण्यं त्वया जन्मनि सञ्चितं तद्भ्रात्रे दीयतां सर्वं स्वर्गं तस्य यदीच्छसि विकुण्डल उवाच किं तत्पुण्यं कथं जातं किं जन्म च पुरातनं तत्सर्वं कथ्यतां दूत ततो दास्यामि सत्वरं देवदूत उवाच शृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकं पुरा मधुवने पुण्ये ऋषिरासीच्च शाकुनिः तपोऽध्ययन सम्पन्नस्तेजसां ब्रह्मणा समः जज्ञिरे तस्य रेवत्यां नवपुत्राग्रहा इव ध्रुवशीलो बुद्धस्तारो ज्योतिष्मानुदपञ्चमः अग्निहोत्ररदाह्यदे गृहधर्मेषु रेमिरे निर्मोहो जितकामश्च ध्यानकोशो गुणाधिकः येदे गृहविरक्ताश्च चत्वारो द्विजसूनवः चतुर्धाश्रममापन्नाः सर्वकामविनिस्पृहाः ग्रामैकवासिनः सर्वे निःसङ्गा निष्परिग्रहाः निराशा निष्प्रयत्नाश्च समलोष्ठास्म काञ्चनाः येन केन चिदाच्छन्ना येन केन चिदाशिताः सायं ग्रहास्तथा नित्यं विष्णुध्यानपरायणाः जितनिद्रा जिदाहारा वादशीतसहिष्णवः पश्यन्तो विष्णुरूपेण जगत्सर्वं चराचरं चरन्ति लीलया पृथ्व्यान्तेऽन्योन्यं मौनमास्थिताः न कुर्वन्ति क्रियां काञ्चिदर्थमात्रं हि योगिनः दृष्टज्ञाना असंदेहाश्चिद्विकारविशारदाः एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि तिष्ठतो मध्यदेशेषु पुत्रधारकुटुम्बिनः गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताः वैश्वदेवान्तरे काले त्वया दृष्टा गृहाङ्गणे सगद्गदं साश्रुनेत्रं सहर्षं च ससम्भ्रमं दण्डवत्प्रणिपादेन बहुमानपुरःसरं प्रणम्य चरणौ मूर्ध्ना कृत्वा पाणियुगाञ्जलिं तदाभिनन्दिता सर्वे तया सुनृतया गिरा अद्य मे सफलं जन्म जीवितं सफलं तथा अद्य विष्णुप्रसन्नो मे सनाथोऽद्यास्मि पावनः धन्योऽस्म्यद्य गृहं धन्यं धन्या अद्य कुटुम्बिनः ममाद्य पितरो धन्या धन्या गावश्रुतं धनं यदृष्टौ भवतां पादौ तापत्रय हरौ मया भवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव एवं सम्पूज्य कृत्वादु पादप्रक्षालनं तदा धृतं मूर्ध्नि विश्वां श्रेष्ठश्रद्धया परया तदा यत्र पादोदकं वैश्यश्रद्धया शिरसा धृतं गन्धपुष्पाक्षतैर्धूपैः दीपैर्भावपुरःसरम् सम्पूज्य सुन्दरान्नेन भोजिता यदयस्तथा तृप्ताः परमहंसास्ते विश्रान्ता मन्दिरे निशि ध्यायं तश्च परं ब्रह्म यज्योतिर्ज्योतिषां मदं तेषामाधिध्यजं पुण्यं जातं यत्ते विशाम्बर न तद्वक्त्र सहस्रेण वक्तुं शक्नोम्यहं खलु भूतानां प्राणिनश्रेष्ठाः प्राणिनां मदिजीविनः मदिमत्सुसुराश्रेष्ठा नरेषु ब्रह्मजादयः ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः कृतबुद्धिषु कर्तारकर्तृषु ब्रह्मवेदिनः अत एव सुपूज्यास्ते तस्माच्छ्रेष्ठा गजत्रये सत्सङ्गतिर्विशां श्रेष्ठ महापातकनाशिनी विश्रान्ता गृहिणो गेहे सन्तुष्टा ब्रह्मवेदिनः आजन्मसञ्चितं पापं नाशयं तीक्ष्णनेन वै संचितं यद्गृहस्थस्य पापमा मरणान्तिकम् विनिर्दहति तत्सर्वमेकरात्रोषितो यदि स्वभ्रात्रे देहि तत्पुण्यं नरकाद्येनमुच्यते इति दूतवच श्रुत्वा ददौ पुण्यं ससत्वरं पृष्ठेन चेदसा भ्राता निरयात् सोऽपि निर्गतः देवैस्तु पुष्पवर्षेण पूजितौ च दिवङ्गतौ ताभ्यां सम्पूजितः सम्यग्गतो दूतो यथा गतः अखिलभुवनबोधं देवदूतस्य वाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्य स्वकृत सुकृद्दानाद्भ्रातरं तारयित्वा सुरपदिवरलोकं तेन सार्धं जगाम इतिहासमिमं राजन्यपटे शृणुयादपि स गोसहस्रदानस्य विशोको लभते फलम् इति श्रीपात्मे महापुराणे स्वर्गखण्डे एकत्रिंशोऽध्यायः ॐ